अस्तु तर्हि अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। इदानीम् अस्माकं विषयः अस्ति शब्दः इति गुणस्य विषयः। अत्र शब्दनिरूपणम् इति वयं शब्दस्य लक्षणवाक्यं दृष्टवन्तः गतकक्षायां, तत्र शब्दनिरूपणम् इत्यस्मिन् भागे श्रोत्रग्राह्यो गुणः शब्दः इति आसीत्। अत्र दलसार्थक्यविषये अपि किञ्चित् चिन्तितवन्तः, किमर्थं गुणः इत्यत्र आवश्यकं, गुणस्य अनुपादाने किं भवति, श्रोत्रग्राह्यः इत्यस्य अनुपादानेन किं भवति इति सर्वं। तदनन्तरं तत्र शब्दस्य द्वैविध्यम् इत्यस्मिन् विषये अपि दृष्टवन्तः, अपि च वर्णस्य विषये, ध्वनिः नाम किम् इति सर्वं। तदनन्तरं संयोगजः शब्दः, विभागजशब्दः इत्यपि तत्र कारणमादाय भिन्न प्रकारेण शब्दस्य विभजनं भवति इत्यपि वयं दृष्टवन्तः। इदानीम् इन्द्रियाणां प्राप्यकारित्वम् इति भागः तस्मात् पठेम। तर्हि शुकनमहोदय, भवानेव आरम्भं करोति वा? भगिनी, इदानीम् अहं योजयन् अस्मि, अत्र स्पीकर् फोन् मध्ये एव अस्मि, प्रायः पञ्चनिमेषानन्तरं सम्यक्तया योजयितुं अन्य कोऽपि पठतु। अस्तु, विद्याशङ्कर् महोदय, भवान् आरम्भं करोति वा? इन्द्रियाणां प्राप्यकारित्वं शब्दज शब्दस्थले अस्ति विस्तरेण निरूपणीयं। वक्तुः मुखं यद्देशे वर्तते ताल्वादि अभिघातैः तद्देश अवच्छेदेन एव आकाशे शब्दोत्पत्तिः भवति। स च मुख अवच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोतेन्द्रियं प्राप्नुयात्? शब्दे गुणात्मके कथं श्रोत्रदेश प्राप्त्यनुकूला क्रिया भवेत्? द्रव्यनिरूपण अवसरे आवेदितम् एव अस्माभिः गुणक्रिययोः द्रव्यमात्रनिष्ठत्वम्। इन्द्रियाणां प्राप्यकारित्वम् इत्युक्ते अत्र प्रत्यक्षज्ञानहेतुत्वम् इति, एवं वा? सत्यम्, इत्युक्ते तत्र सम्बन्धेन तत्र ग्राहकं भवति खलु, तत् कथम् इति। शब्दस्थले यथा शब्देन शब्दः जायते, तस्मिन् सन्दर्भे अस्ति विस्तरेण निरूपणीयं। शब्दात् शब्दः कथं जायते इति विस्तरेण तत्र अवलोकनीयम् अस्माभिः। वक्तुः यः वदति, वक्तुमुखं यद्देशे वर्तते, यद्देशे यः वदति तस्य मुखं यद्देशे अस्ति, तालुवादि अभिघातैः यथा मुखात् शब्दः आगच्छति तत्र तालु इत्यादि अभिघातैः शब्दः जायते, तद्देश अवच्छेदेन एव आकाशे शब्दोत्पत्तिः भवति। यत्र देशे मुखे यद्देशे शब्दः जायते तद्देश अवच्छेदेन आकाशे शब्दोत्पत्तिः आरम्भे भवति। स च मुख अवच्छेदेन आकाशे उत्पन्नः, एषः शब्दः मुखात् मुखदेश अवच्छेदेन आकाशे शब्दः जायते। स च शब्दः कथं श्रोतुः श्रोतेन्द्रियं प्राप्नुयात्? यः वक्ता वदति तस्य मुखात् कथं श्रोतुः कर्णपर्यन्तं शब्दः गच्छति इति प्रश्नः उदेति। शब्दे गुणात्मके कथं श्रोतृदेश प्राप्ति अनुकूला क्रिया भवेत्? शब्दः तु गुणः, शब्दगुणात्मकम् अस्ति, तर्हि शब्दे कथं क्रिया भवेत्? यया क्रियया शब्दः श्रोतृकर्णपर्यन्तं गच्छति तादृशप्राप्ति अनुकूलक्रिया शब्दे न भवितुम् अर्हति, यतोहि शब्दः गुणः। द्रव्यनिरूपण अवसरे अस्माभिः अवलोकितं यत् गुणक्रिययोः द्रव्यमात्रनिष्ठत्वं, गुणः अपि क्रियया द्रव्ये एव तिष्ठति न तु गुणे, तर्हि क्रिया कथं गुणे शब्दे भवितुमर्हति भवति इति प्रश्नः उदेति। तत्र ताल्वादि अभिघातैः इति अस्ति खलु, तत्र अभिघातः इत्युक्ते किम् इति इतोपि किञ्चित् उक्त्वा अग्रे अपि पठतु महोदय. अभिघातः इत्युक्ते किं वदामि, संयोगः. येन शब्दः जायते तादृशसंयोगः यस्मात् शब्दः जायते. यथा भेरि अस्ति, तत्रापि ताडनेन शब्दः जायते. अत्र किञ्चित् लघु सूक्ष्म अभिघातेन शब्दः जायते. तर्हि श्रोत्रेन्द्रियं वक्तृमुखदेशं यातु इति चेत् न एतदपि सम्भवति. श्रोत्रस्यापि हि आकाशरूपत्वं विभुत्वं क्रियारहित्वं च तन्निरूपणे निरूपितम्. चक्षुरिन्द्रियस्य च मूर्तस्य सम्भवति क्रिया यद्घटं स्वस्थानस्थितमपि प्राप्य युक्त्वा तत्प्रत्यक्षं जनयति. तर्हि श्रोतेन्द्रियं यदि शब्दः पूर्वस्मिन् परिच्छेदे अवलोकितं यत् शब्दः कथं श्रोतुः कर्णपर्यन्तं गच्छति इति, न क्रिया न सम्भवति. तर्हि श्रोत्रेन्द्रियं तत् वक्ता अस्ति तस्य मुखदेशं प्रति गन्तुमर्हति वा इति अपि न सम्भवति. श्रोत्रस्यापि हि आकाशरूपत्वं, श्रोत्रम् इति आकाशरूपत्वं विभुद्रव्यम् अस्ति, तस्य तस्मिन्नपि क्रिया न अस्ति. क्रिया केवलं द्रव्ये वा द्रव्ये अस्ति. क्रियारहितत्वं च तन्निरूपणे अस्माभिः अवलोकितं यत् श्रोत्रस्य कर्णस्य अपि कर्ण इन्द्रियस्य आकाशरूपत्वं विभुत्वं तस्मिन्नपि क्रियारहितत्वम् अस्ति. चक्षुरिन्द्रियस्य च मूर्तस्य सम्भवति क्रिया, किन्तु चक्षुरिन्द्रियं मूर्तद्रव्यम् अस्ति, तस्य क्रिया सम्भवति यत् यस्य चतुरिन्द्रियस्य किं गमनेन विषयेन सह सम्बन्धः अस्ति चेत् घटं स्वस्थानस्थितम् अस्ति, तथापि घटस्य प्रत्यक्षं भवति. यतोहि चक्षुरिन्द्रियं घटं प्रति गत्वा संयोगसन्निकर्षः भवति, तेन संयोगेन घटस्य प्रत्यक्षं भवितुम् अर्हति. किन्तु तादृशक्रियात्वं श्रोत्रस्य नास्ति, नापि शब्दस्य अस्ति. सम्यक् महोदय. अत्र श्रोत्र इन्द्रियं स्वयम् आकाशरूपम् इति कृत्वा तत्र विभुत्वम् अपि च विभुत्वम् इति अस्ति इति कृत्वा क्रियारहितत्वम् अपि अस्ति. तर्हि इदानीं कथं तर्हि तत्र श्रोत्रेन्द्रियमपि न गन्तुं शक्नोति चक्षुरिव, शब्दः अपि न आगन्तुं शक्नोति, तर्हि कथं वा शब्दस्य ज्ञानं भवति इति इदानीं प्रश्नः. अग्रे अपि महोदय. इन्द्रियाणां स्वभावः एषः यत् प्राप्यकारित्वं, सः अर्थः यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायः वा भवति एव. कुतः एतत्? यदि स्व असम्बन्धमपि अर्थं चक्षुरादीनि ज्ञापयेयुः तदा भित्त्यादि व्यवहितानामपि ज्ञानं जनयेयुः, न च तथा दृष्टम्. इदानीम् इन्द्रियाणां कः स्वभावः इति पश्यामः. इन्द्रियाणां स्वभावः एकः अस्ति यत् प्राप्यकारित्वम् इत्युक्ते किं, यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति, यस्य पदार्थस्य ज्ञानम् इन्द्रियं जनयति, तत् तस्य तत् पदार्थेन पदार्थेन इन्द्रियस्य सम्बन्धः संयोगः वा समवायः वा भवेत् एव. पदार्थेन विषयेन सह इन्द्रियस्य सम्बन्धः वा संयोगसम्बन्धः समवायसम्बन्धः भवेत् एव, नो चेत् इन्द्रियप्रत्यक्षं ज्ञानं न भवितुम् अर्हति. कथम् एतत्? यदि स्व असम्बन्धम् अपि अर्थं चक्षुरादीनि ज्ञापयेयुः, यदि तादृशसम्बन्धः नापेक्षितः तर्हि भित्ति अस्ति, भित्तेः अन्यपक्षे किमपि पदार्थघटम् अस्ति चेत् मध्ये भित्ति अस्ति, तस्मात् चक्षुरिन्द्रियेण घटं न दृश्यते. तादृशसम्बन्धः न आवश्यकं चेत् भित्तेः अन्यपक्षे यत्किमपि अस्ति तदपि द्रष्टुम् अस्माभिः शक्यते. किन्तु तथा न अनुभवः. भित्तिबद्धि आगच्छति चेत् भित्तेः अन्यपक्षे यत्किमपि अस्ति तत् अस्माभिः न दृश्यते. तस्मात् जानीमः यत् सम्बन्धः भवेत् इन्द्रियविषयपदार्थयोः सम्बन्धः अवश्यं, नो चेत् सम्बन्धः न भवति चेत् इन्द्रियप्रत्यक्षं साक्षात् प्रत्यक्षं न भवितुम् अर्हति. अतः सम्बन्धः आवश्यकः. चक्षुरिन्द्रियं तेजोरूपं मूर्तम् इति बहिर्निगत्य घटे संयुक्तं सत् घटप्रत्यक्षजनकम्. अतः सम्बन्धः आवश्यकः इति अस्माभिः पूर्वस्मिन् परिच्छेदे साधितम्. उदाहरणत्वेन चक्षुरिन्द्रियं तेजोरूपम् अस्ति, तस्मात् तस्मिन् क्रियामूर्तद्रव्यमस्ति, क्रियायोग्यः अस्ति. तत् चक्षुरिन्द्रियं बहिर्गत्य घटेन सह संयुक्तं भवति चेत् तत् तथा एव घटप्रत्यक्षजनकं साक्षात् घटप्रत्यक्षं ज्ञानं जनयति, नो चेत् न जनयति. धन्यवादः महोदय, बहु सम्यक्. तर्हि इदानीम् अग्रे सुनील महोदय, भवान् पठितुं शक्नोति वा? अहं पठामि. तर्हि त्वगादीनां का कथा? न तानि तेजोरूपाणि. कथं हि जिह्वारूपं स्वादिष्ठानं परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छेत्? कथं वा नासिकां स्वादिष्ठानं परित्यज्य पार्थिवं घ्राणेन्द्रियं गच्छेत्? इत्थमेव वायवीयं त्वगिन्द्रियं स्वादिष्ठानं त्वचं परित्यज्य कथं निर्गच्छेत्? श्रोत्रस्य तु उक्तमेव असामर्थ्यम्. अत्र इदानीं त्वगिन्द्रियाणां कथा कीदृशी इति प्रश्नः अत्र. यदा तेजोरूपाणि वा इति नास्ति इति अत्र पुनः अत्र जिह्वारूपं स्वादिष्ठानं परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छेदिति अन्यः प्रश्नः. अतः अत्र नासिकां स्वादिष्ठानं परित्यज्य घ्राणेन्द्रियं प्रति कथं गच्छेदिति अपि पुनः अत्र अन्यः प्रश्नः. परन्तु अत्र एतादृशरीत्या श्रोत्रस्य तादृशसामर्थ्यं नास्ति इति. न न, एकक्षणं. परन्तु इति किमर्थम् अत्र इत्युक्ते तत्र जिह्वा इत्यस्य तादृशसामर्थ्यम् अस्ति वा? हरि ओं महोदय, श्रूयते वा? श्रूयते. इदानीम् इत्युक्ते अत्र अत्र किम् अस्ति इत्युक्ते तर्हि त्वगादीनां इत्युक्ते चक्षुः इति तेजरूपं खलु इति कृत्वा तत् बहिर्गत्वा तत्र यथा विद्याशङ्करमहोदयेन उक्तं बहिर्गत्वा तत्र घटेन सह संयोगः भवति, तस्य तेन प्रत्यक्षज्ञानं भवति. परन्तु इदानीं जिह्वा आदीनां किं भवति इत्युक्ते जिह्वा तत्र स्वादिष्ठानम् इत्युक्ते किम्? यदा अस्माकं अत्र स्वादिष्ठानं नास्ति इति. न न, तत्र स्वादिष्ठानम् इत्यस्य पदस्य अर्थः कः? प्रथमं स्वादिष्ठानम् इत्युक्ते किम् अत्र? अहं न स्मरामि. अत्र स्वम् इत्युक्ते जिह्वा खलु, अधिष्ठानम् इत्युक्ते तस्य हा सत्यं. तर्हि जिह्वा तु मुखे अस्ति, तर्हि मुखात् बहिः गत्वा जिह्वायां रसनेन्द्रियमस्ति, तद् मुखात् बहिः गत्वा तत्र रसज्ञानं न प्राप्नोति खलु. तद्वत् नासिका अपि अन्यत्र कुत्रापि गत्वा तत्र ग्राणे तत्र गन्धः इति अस्य ज्ञानं न प्राप्नोति. तद्वत् त्वगिन्द्रियमपि, तर्हि श्रोत्रेन्द्रियमपि तत् तथैव इति पूर्वम् उक्तवन्तः पूर्वमेव. यतोहि श्रोत्रेन्द्रियम् इति विभुद्रव्यम् आकाशः विभुः, श्रोत्रेन्द्रियः इति आकाशः एव इति कृत्वा तस्मिन्नपि तादृशसामर्थ्यं नास्ति. इत्युक्ते बहिर्गत्वा प्रत्यक्षज्ञानं प्राप्तुं ज्ञानम् इति न प्राप्नोति श्रोत्रेन्द्रियमपि. तथैव जिह्वा नासिका त्वगिन्द्रियाणि अपि इति अत्र पर्यवसितम्. परन्तु चक्षुः एवं गृह्णाति किल, अत्र रूपं गृह्णाति. सत्यं, चक्षुः तु तदर्थमेव प्रथमं चक्षुर्विषये उक्तं खलु, यतोहि तत् किञ्चित् भिन्नं. चक्षुः स्वयं बहिर्गत्वा प्रत्यक्षज्ञानं प्राप्नोति. अन्यानि इन्द्रियाणि तथा नास्ति इति कृत्वा सः भिन्न तानि सर्वाणि भिन्नगुच्छे सन्ति. अग्रे महोदय, इदानीं सत्यमेतत् न इमानि इन्द्रियाणि स्वाश्रयं त्यजन्ति तथापि स्वादिष्ठानसम्बन्धं गृह्णन्ति. रसनेन्द्रियं जिह्वया सम्बन्धस्य गुणस्य एव माधुर्यं प्रकाशयति न विप्रकृष्टस्य. घ्राणेन्द्रियं नासिकासम्बन्धस्य पुष्पस्यैव गन्धं प्रकाशयति न विप्रकृष्टस्य. इदानीम् अत्र पूर्वम् अत्र भवती उक्तवती अत्र तेषाम् अङ्गीकारः अस्ति, इत्युक्ते केवलं चक्षुः एव अन्यदेशं गत्वा रूपम् इव गृह्णाति, परन्तु अन्यस्मिन् इन्द्रिये क्रिया नास्ति, अन्यदेशं न गच्छति इति अपि, परन्तु गृह्णाति. अतः अत्र एषः एतत् इन्द्रियं कुत्र अस्ति तद् न अत्र आश्रयं न त्यजति, परन्तु तादृश स्वादिष्ठानसम्बन्धं गृह्णाति एव. रसनेन्द्रियं जुह्वया तादृशसम्बन्धस्य माधुर्यं गृह्णाति. एकक्षणं, तत्र तादृशसम्बन्धस्य इत्युक्ते कीदृशसम्बन्धस्य? तत्र स्वादिष्ठानसम्बन्धम् इत्युक्ते किम् इति किञ्चित् इतोपि वदति वा? रसनेन्द्रियस्य सम्बन्धः इत्युक्ते खादनक्रियया एव भवति. अतः अत्र खादनस्य आस्वादनमेव रसनेन्द्रियेण भवति, अतः तादृशसम्बन्धः इदानीम् अत्र गुडः इति उदाहरणमस्ति अस्ति. अतः गुडस्य माधुर्यं रसनेन्द्रियेण भवति. इत्युक्ते रसनेन्द्रियस्य अधिष्ठानमस्ति जिह्वा खलु, तर्हि जिह्वया सह यस्य सम्बन्धः भवति तस्य एव रसनं गृह्णाति रसनेन्द्रियं, न तु अन्यस्य. इत्युक्ते इदानीं गुडः मुखे नास्ति, बहिः अस्ति चेत् तस्य रसनं तु रसनेन्द्रियं न गृह्णाति खलु, तद्वत् एव घ्राणेन्द्रियमपि. तदेव विप्रकृष्टस्य इत्युक्ते यद् दूरे स्थितं, दूरे स्थितः हा तस्य सन्निकृष्टस्य एव, इत्युक्ते यस्य सः इन्द्रियस्य सन्निकर्षः भवति तस्य एव ज्ञानं प्राप्नोति, न तु यद्दूरे अस्ति तस्य इति विषयः अत्र. घ्राणेन्द्रियमपि तादृशमेव, अत्र समीपे पुष्पमस्ति चेत् तस्य गन्धं प्राप्नोति, न दूरे तिष्ठन् पुष्पस्य गन्धं न गृह्णाति. परन्तु तत्र किञ्चित् भेदं भवति खलु. अत्र गुडस्य विषये वयं मुखे स्थापयामः, परन्तु घ्राणेन्द्रियस्य किञ्चित् समीपे अपि अस्ति चेदपि गृह्णाति. हा हा, तदेव अग्रे आगच्छति. तत् पठतु किञ्चित्. असम्बद्वे सत्यपि मालतीपुष्पे अनुभूयते तद्गन्धः इति चेत् तत्रापि वायुना आनीताः पार्थिवाः सूक्ष्माः कणाः न चक्षुषा गृह्यन्ते घ्राणेन्द्रियेण सम्बद्धेषु तेषु तद् गन्धप्रत्यक्षं जायते. एवं त्वगीन्द्रियस्य तदपि च त्वचा सम्बद्धस्य जलस्यैव शीतस्पर्शं गृह्णाति, न तु विप्रकृष्टस्य. तत्र इदानीम् अत्र मालतीपुष्पे गन्धः अस्ति, तद् किञ्चित् समीपे नास्ति चेदपि अत्र वायुना मालतीपुष्पे पार्थिवाः सन्ति, ताः सूक्ष्माः कणाः चक्षुषा न गृह्यन्ते, परन्तु घ्राणेन्द्रियेण अत्र गृह्यन्ते. इति इदानीं भवतः प्रश्नस्य उत्तरं प्राप्तं वा? इत्युक्ते किम् अस्ति अत्र उत्तरम्? इत्युक्ते यथा भवान् उक्तवान् तत्र भेदः अस्ति इति उक्तवान् खलु, जिह्वा रसनेन्द्रियम् अपि च घ्राणेन्द्रियम् अनयोः. इदानीं किं चिन्तयति? रसनेन्द्रियस्य उदाहरणे अत्र जिह्वायां गुडं स्थापयामः चेदेव तत्र रसनेन्द्रियं गुडस्य माधुर्यं गृह्णाति, घ्राणेन्द्रियं तु पुष्पं समीपे अस्ति चेत् गृह्णाति, अनन्तरं दूरे अस्ति चेत् यदा कदा वायुना अत्र सूक्ष्माः कणाः आगच्छन्ति चेत् तादृशरीत्या अपि घ्राणेन्द्रियं गृह्णाति. न, अत्र समीपे दूरे इति नास्ति खलु, तत्र किमस्ति? असम्बद्धे इति अस्ति. इत्युक्ते मालती यथा जिह्वायाः सम्बन्धः साक्षात् भवति गुडेन सह, तदा रसनेन्द्रियं माधुर्यं गृह्णाति. परन्तु नासिकायाः सम्बद्धः मालतीपुष्पेन सह साक्षात् न भवति. दूरे अस्ति वा पार्श्वे अस्ति वा इति विषयः नास्ति अत्र वस्तुतः. परन्तु किं भवति इत्युक्ते वायुना तत्र यः कणाः अस्ति पुष्पकणाः तेषाम् आनयनं भवति इति कृत्वा तत्रापि तत्र संयोगः भवति एव इति कृत्वा तत्र घ्राणेन्द्रियम् इदानीं गन्धं गृह्णाति. तद्वत् एव त्वगेन्द्रियमपि, इत्युक्ते यद्यपि तदपि साक्षात् येन सह सम्बन्धः भवति तस्य एव ज्ञानं गृह्णाति. इत्युक्ते अन्ततो गत्वा रसनेन्द्रियं घ्राणेन्द्रियं त्वगेन्द्रियं त्रयाणामपि साक्षात् सम्बन्धः भवतु, चक्षुरिन्द्रियस्थले चक्षुः इति इन्द्रियमेव स्वयं बहिर्गत्वा ज्ञानं प्राप्नोति तादृशसंयोगः संयोगेन. अन्यत्र तु यः विषयः अस्ति सः आगच्छति, तेन संयोगसम्बन्धः भवति. परन्तु श्रोत्रेन्द्रियस्थले पूर्वमेव वयं दृष्टवन्तः शब्दः इति गुणः, तर्हि शब्दस्य अपि क्रिया न भवितुं शक्नोति. श्रोत्रेन्द्रियम् इति स्वयम् आकाशः, तस्यापि क्रिया न सम्भवति. तर्हि कथम् इदानीमपि प्रश्नः तिष्ठति एव खलु, कथं ज्ञानं कथं श्रोतुः समीपं शब्दं गच्छति इति. सत्यं सत्यम्. अस्तु महोदय, अन्तिमपरिच्छेदः अपि समापयतु अस्मिन् विषये. एतादृशविवरणेन इदमागतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रियेण जननीयं तद्द्रव्यं ग्राहकेण इन्द्रियेण तत् सम्बद्धं चेदेव द्रव्यप्रत्यक्षं जायते. गुणानामपि रसादीनां दशनादीना प्रत्यक्षं जननीयं चेत् गुणे तस्मिन् क्रियायाः असम्भवेऽपि तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बद्धे भवति. ततः रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण प्रत्यक्षम्. त्वं रसनेन्द्रियं तत्संयुक्तः गुडः तत्समवायः माधुरी. इदमेव सम्बद्धग्राहत्वमेव इन्द्रियाणां प्राप्यकार्यत्वमिति शास्त्रे प्रसिद्धम्. अतः अत्र एतत्र द्रव्यस्य प्रत्यक्षं यत्र यत्र इन्द्रियेण जननीयं भवति तद्द्रव्यं ग्राहकेण इन्द्रियेण सम्बन्धं चेदेव द्रव्यप्रत्यक्षं जायते. इत्युक्ते अत्र एतादृश द्रव्यस्य प्रत्यक्षम् इन्द्रियेण भवेत् तत्र इन्द्रियेण सम्बन्धं भवति चेदेव द्रव्यप्रत्यक्षं जायते इति पूर्वस्मिन् उदाहरणं स्वीकृत्य वदामः. गुणानामपि रसादीनां रसनादिना प्रत्यक्षं जननीयं चेत् गुणे तस्मिन् क्रियायाः असम्भवे अपि तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बद्धे भवति. ततः रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण प्रत्यक्षम्. अत्र गुणस्य विषये अपि यदा प्रत्यक्षम् अस्ति चेत् तत्र गुणे क्रिया नास्ति चेदपि तत्र आश्रयः क्रियावान् इति अस्ति. अत्र अत्र इन्द्रियसम्बन्धः क्रियावान् भवति चेत् न न एकक्षणं महोदय, तत्र इन्द्रियसम्बद्धः क्रियावान् न भवति खलु, तत्र तदा गुणस्य आश्रयः कः? द्रव्यं. तर्हि कः अस्ति क्रियावान् इदानीं? द्रव्यमेव. इत्युक्ते तत्र रसन इदानीं तत्र रसनेन्द्रियम् इति अस्ति चेत् तत्र यदा वयं दृष्टवन्तः तत्र गुडः इति तस्मिन् माधुर्यम् अस्ति इति कृत्वा तत्र तस्मिन् गुडः इति द्रव्ये क्रिया भवति खलु इति कृत्वा तत्र इदानीं तादृशद्रव्यम् आगत्य इन्द्रियेण सम्बद्धः भवति. इन्द्रियेण इत्युक्ते रसनेन्द्रियेण सह तस्य सम्बद्धः भवति. अतः इत्युक्ते गुणस्य विषये यदा इन्द्रियेण सह सम्बन्धः जननीयम् इत्युक्ते अत्र द्रव्ये क्रिया भवति. गुणस्य आश्रयः यः यः द्रव्यमस्ति तस्मिन् द्रव्ये क्रिया भवतु तर्हि तदा एव तत्र तस्य इन्द्रियस्य सम्बन्धः भवति. अत्र तु स्वसंयुक्तसमवायः इति सम्बन्धः. तत्र स्वसंयुक्तसमवायः इत्युक्ते किम् इति वक्तुं शक्नोति वा? यदा वयं स्वम् इत्युक्ते किम् अस्मिन् उदाहरणे अत्र अत्र रसनेन्द्रियम् इति अत्र उदाहरणमपि अस्ति. स्वम् इति रसनेन्द्रियं अत्र संयुक्तः गुडः अस्ति, तत्र समवायः अस्ति माधुर्ये. इत्युक्ते तत्र गुणगुणिनोः मध्ये समवायसम्बन्धः खलु इति कृत्वा गुडे माधुर्यम् इति समवायसम्बन्धेन अस्ति. इदानीं रसनेन्द्रियं स्वसंयुक्तसमवायसम्बन्धेन माधुर्यं गृह्णाति इति. एतादृशरीत्या एव सम्बद्धग्राहत्वमेव इन्द्रियाणां प्राप्यकारमित्वमिति शास्त्रे उच्यते. अस्तु, इति इन्द्रियाणां प्राप्यकारत्वम् इत्युक्ते किम् इति दृष्टवन्तः. इत्युक्ते तादृशसम्बन्धग्राहकत्वं करोति इन्द्रियम् इति. तर्हि परन्तु एतावत्पर्यन्तं शब्दप्रत्यक्षं कथं भवति इति न दृष्टवन्तः. तर्हि शुकोन महोदय, भवान् पठति वा अग्रे? हा, पठामि भगिनि. शब्दप्रत्यक्षस्थले तर्हि का गतिः? इदं च सर्वं श्रोत्रेण शब्दप्रत्यक्षजनने कथं स्यात्? शब्दः स्वयं गुणरूपः, न क्रियावान् इति न पुष्पकानां घ्राणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं सम्भवति, नापि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुं तस्य विभुत्वात् क्रियाराहित्वात् क्रियारहितत्वात्. तर्हि रसादौ यथा गुडः आश्रयः एव रसनां प्रति याति, तथा इहापि शब्दाश्रयः श्रोत्रं प्रति आयातु इति चेत् न उक्तं शब्दस्य आकाशगुण आकाशगुणत्वम् इति. इदानीं शब्दप्रत्यक्षं कथं भवति इति अत्र विचारः. पूर्वस्मिन् पाठे वयं दृष्टवन्तः चक्षुः पदार्थं प्रति गत्वा तेन सह संयोगः भूत्वा रूपप्रत्यक्षं जनयति इति. किन्तु रसन अपि च घ्राण अपि च त्वक् स्थले पदार्थाः इन्द्रियं प्रति आगत्य संयोगं भूत्वा प्रत्यक्षं जनयति इति. इदानीं शब्दस्थले तादृशं भवितुमर्हति वा इति प्रश्नः अत्र. शब्दः स्वयं गुणरूपः, न क्रियावान् इत्युक्ते तत्र शब्दः इति गुणः, चतुर्विंशतिगुणेषु अन्यतमः शब्दः इति. गुणे क्रिया यदा कदापि न भवति, केवलं द्रव्ये एव क्रिया भवति इति वयं जानीमः. अतः शब्दे क्रिया यदा कदापि न जायते इति अस्ति. किन्तु पुष्पकानां ग्राणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं न सम्भवति इति. किन्तु पुष्पकणाः ग्राणदेशे आगन्तुं शक्यते, किमर्थमिति पुष्पकणाः इति द्रव्यम् इति कृत्वा तेषु क्रिया जातुम् अर्हति इति कृत्वा ते स्वयं ग्राणदेशं प्रति आगच्छन्ति, अनेन तेषां घ्राणमपि ग्रहणमपि भवति घ्राण इन्द्रियेण. किन्तु शब्दः गुणः इति कृत्वा तस्मिन् क्रिया यदा कदापि न जायते, अतः शब्दः श्रोत्रेन्द्रियं प्रति यदा कदापि न आगन्तुं शक्यते इति अस्ति. नापि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुं. श्रोत्रेन्द्रियं चक्षुरिन्द्रियवत् यत्र अस्ति ततः निर्गत्य शब्दं प्रति अपि न गन्तुं शक्यते इति अपि अस्ति. श्रोत्रेन्द्रियं तु साक्षात् आकाशः, आकाशस्य विभुत्वम् अस्ति इति कृत्वा विभुत्वस्य क्रिया रहितत्वम् अस्ति इति कृत्वा श्रोत्रेन्द्रियमपि यस्य अस्ति यत्र अस्ति ततः निर्गत्य शब्दं प्रति न गन्तुं शक्यते इति अपि अस्ति. अतः शब्दः अपि श्रोत्रेन्द्रियं प्रति न आगन्तुं शक्यते, श्रोत्र त्रयेन्द्रियमपि शब्दं प्रति न गन्तुं शक्यते इति अस्ति. तर्हि रसादौ यथा गुडः आश्रये एव रसानां प्रति याति तथा इह अपि शब्दाश्रयः श्रोत्रं प्रति आयातु इति चेत् उक्तं शब्दस्य आकाशगुणत्वम् इति. यथा रसादि रसस्थले रसेन्द्रियं रसेन्द्रियस्य आश्रयः तु जिह्वा, जिह्वायां गुडस्य संयोगः भवति चेत् अनेन सामानादिकरण्यं भवति इति कृत्वा रसेन्द्रियं रसनेन्द्रियं रसज्ञानं रसज्ञानं दातुं शक्यते. किन्तु श्रोत्रेन्द्रियविषये तादृशमपि न भवति. किमर्थम् इत्युक्ते श्रोत्रेन्द्रियं तु साक्षात् आकाशः शब्दं तु आकाशस्य गुणम् इति कृत्वा तत्रापि क्लेशः वर्तते. यदा रसादिविषये प्रत्यक्षं जायते तादृशं श्रोत्रस्य किमपि कार्यं न भवति इति कृत्वा यथा अस्माभिः पूर्वं दृष्टं प्रत्यक्षस्थले वा रसादिस्थले वा कथं वा प्रत्यक्षं जायते तादृशं शब्दविषये श्रोत्रेन्द्रियविषये प्रत्यक्षं न भवितुम् अर्हति इति इदानीमपि शब्दविषये प्रश्नः अस्ति एव. अग्रे महोदय. हा, शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुणः एव शब्दः न इतरस्य. रसनादौ तु ग्राहकं रसना न तद्गुणः माधुर्यं किन्तु गुडस्य गुणः. इह ग्राहकः आकाशः श्रोत्रावच्छिन्नः आश्रयोऽपि च आकाशः. तस्य निष्क्रियत्वात् न तदागमनं श्रोत्रदेशे सम्भवति. अतः कश्चन उपायः वैशेषिकैः कल्पितः, स एव शब्दज शब्दः इत्युच्यते. एतावता निरूपितं विषयं चित्रद्वारा पश्यामः. इदानीं शब्दस्थले कथं वा प्रत्यक्षं भवति इति साधनार्थं वैशेषिकाः कश्चन उपायः कल्पितः. किमर्थम् उपायस्य आवश्यकता इति चेत् शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुणः एव शब्दः. श्रोत्रेन्द्रियस्तु आकाशः, आकाशस्य गुणः शब्दः इति कृत्वा श्रोत्रेन्द्रियस्य गुणः एव शब्दः भवति न इतरस्य इति. किन्तु रसनादौ कथं ग्राहकं भवति माधुर्यम् इति गुणः ग्राह्यं भवति इति चेत् तत्र रसनादौ तु ग्राहकं, तत्र ग्राहकः रसना इति इन्द्रियः, तस्य गुणः माधुर्यं, न तस्य गुणः माधुर्यम् इति नास्ति किन्तु गुडस्य गुणः न माधुर्यम् इति कृत्वा यदा गुडरसनायोः संयोगः भवति तदा गुडस्य गुणः अपि रसनेन्द्रियेण ज्ञातुं शक्यते. किन्तु अत्र वैशिष्ट्यं किम् इत्युक्ते श्रोत्रस्य गुणः एव शब्दः इति, अन्यस्य द्रव्यस्य गुणः इति न इति अत्र वैशिष्ट्यम् अस्ति. इह ग्राहकः आकाशः श्रोत्र अवच्छिन्नः आश्रयः अपि आकाशः. अत्र ग्राहकः अपि आकाशः, तस्य अवच्छिन्न आकाशस्य एव श्रोत्रम् इति नाम्ना ज्ञायते इति कृत्वा ग्राहकः अपि आकाशः, आश्रयः गुणस्य आश्रयः अपि आकाशः इति कृत्वा अत्र वैशिष्ट्यम् अस्ति. अतः कश्चन उपायस्य आवश्यकता अस्ति, तत् वैशेषिकैः कल्पितः अस्ति. तत् किम् इत्युक्ते शब्दज शब्दः इति सिद्धान्तः तेन कल्पितम्. अत्र यदिदानीं पठितवन्तः तदेव चित्ररूपे अस्ति, तत् किञ्चित् झटिति परिशीलयतु महोदय, तत्र अधिक केवलं चित्रं परिशीलयामः चेत् सम्यक् इति चिन्तयामः. इदानीं चक्षुरिन्द्रियं चक्षुरिन्द्रियस्य तेजोरूपम् अस्ति इति कृत्वा तत् निर्गन्तुं शक्यते. निर्गत्य घट इति पदार्थस्य संयोगः तस्य भवति. अनेन स्वसंयुक्तसमवायसम्बन्धेन रूपं ज्ञातुं शक्यते चक्षुषा. क्रिया अपि ज्ञातुं शक्यते. घटत्वम् इति सामान्यमपि ज्ञातुं शक्यते चक्षुषा इति अस्ति. किन्तु रसनेन्द्रियविषये रसनेन्द्रियः तु जिह्वायाम् अस्ति इति कृत्वा तस्य निर्गमनं यदा कदापि न भवति. किन्तु गुडः तस्मिन् आगत्य संयोगः भवति चेत् रसस्य प्रत्यक्षं भवति स्वसंयुक्तसमवायसम्बन्धेन इति अस्ति. एवमेव घ्राणेन्द्रियस्यापि त्वक् इन्द्रियस्यापि तादृशं भवति. किन्तु त्वक् इन्द्रियस्य वैशिष्ट्यं केवलं एकम् एवमेव अस्ति. चक्षुर्वत् आश्रयं द्रव्यमपि तद्गृह्णाति इति तत्र वैशिष्ट्यमस्ति. रसनेन्द्रियं तु केवलं गुणस्य एव ग्राहकः भवति. अपि च माधुर्यस्य एव ग्राहकः भवति, न तु गुणस्य. गुण इति मया उक्तं, गुड इति. ओ क्षम्यतां, गुड इति मया. गुणस्य एव ग्राहकः भवति, न तु द्रव्यस्य. एवमेव घ्राणेन्द्रियं. किन्तु त्वक् इन्द्रियस्य विषये तत् द्रव्यमपि ग्रहीतुं शक्यते, अपि च गुणमपि ग्रहीतुं शक्यते इति तत्र किञ्चित् भेदः अस्ति. किन्तु तत्रापि पदार्थः अत्र आगत्य त्वचा संयुक्तः भवति चेत् तत्र प्रत्यक्षं जनयति इति अस्ति. श्रोत्रस्थले यदा भवान् पूर्वम् उक्तवान् तदेव अत्र चित्ररूपे चित्ररूपेण अस्ति. इत्युक्ते कथं तत्र श्रोत्रेन्द्रिये अपि क्रिया नास्ति, शब्दे अपि क्रिया नास्ति. करेक्ट्, क्षम्यतां, चिन्ता नास्ति. अस्तु, श्रोत्रेन्द्रिये अपि क्रिया न भवितुमर्हति, अपि च आश्रये अपि क्रिया न भवितुमर्हति इति कृत्वा तत्र प्रश्नः इदानीमपि तिष्ठति एव. भगिनी, अत्र शब्दः इति उच्यते, किम् अग्रे आगच्छति भगिनी, अग्रे आगच्छति. अस्तु, विद्याशङ्करमहोदय भवान् पठति वा तत्र अतः इत्यस्मात्. अतः शब्दजशब्दं नैयायिकाः वैशेषिकाश्च अङ्गीकुर्वन्ति. कथं तेन शब्दप्रत्यक्षम् इति चेत् उच्यते, कण्ठताल्वादि अभिघातेन यन् यत् मुखदेशावच्छेदेन आकाशे यः शब्दः उत्पद्यते सः स्वं परितः सर्वासु दिक्षु दशशब्दान् उत्पादयति. तेऽपि च उत्पन्नाः सन्तः अग्रिमक्षणे स्वस्य दशसु दिक्षु दशशब्दान् उत्पादयन्ति. एवं क्रमेण अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुः कर्णदेशे अपि उत्पद्यते, अतः तस्य समवायसन्निकर्षेण प्रत्यक्षं भवति. अस्यां च प्रक्रियायां न श्रोत्रे नापि मुखावच्छिन्न नभसि क्रिया स्वीकार्या भवति इति न दोषः. अत्र शब्दविषये कथं शब्दं वक्तुः मुखात् श्रोतुः कर्णपर्यन्तं गच्छति, कथं प्रत्यक्षं भवति इति तस्य प्रक्रिया अस्मिन् परिच्छेदे विवृतम्. अतः शब्दजशब्दं शब्देन जन्यशब्दम् इति शब्दजशब्दं नैयायिकाः अपि च वैशेषिकाः अङ्गीकुर्वन्ति, तादृशप्रक्रिया ते द्वौ अपि अङ्गीकुर्वन्ति. कथं तेन शब्दप्रत्यक्षम् इति चेत् उच्यते, कथं शब्दजशब्द इति प्रक्रियया शब्दप्रत्यक्षं भवति इति अग्रे उच्यते. कण्ठः तालु तत्र अभिघातेन यत् मुखदेश अवच्छेदन आकाशे यः शब्दः उत्पद्यते यत् वक्तुः मुखात् कण्ठा तालु वा तत्र अभिघातेन संयोगेन यत् शब्दः उत्पद्यते तत्र कण्ठः तालु इत्यादि तत्तद्देश मुखावच्छेदेन आकाशे यः शब्दः आरम्भे उत्पद्यते शतशब्दः स्वं परितः शब्दस्य परितः सर्वासु दिक्षु इत्युक्ते दशदिक्षु दशशब्दान् उत्पादयति प्रतिमक्षणे अग्रिमक्षणे तेऽपि च उत्पन्नाः सन्तः अग्रिमक्षणे उत्पन्न द्वितीयक्षणे प्रथमक्षणे यद् दश तु दशसु दशसु दिक्षु शब्दाः उत्पन्नः ते अपि अग्रिमक्षणे स्वस्य दशसु दिक्षु दशशब्दान् पुनः उत्पादयन्ति एवं क्रमेण अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुः कर्णदेशे अपि उत्पद्यते यथा तडागः अस्ति तत्र किमपि शिलाखण्डं तत्र क्षिपामः चेत् यथा यस्मिन् देशे शिलाखण्डः पतति तस्मात् देशात् वेव्स् इव बहिः आगच्छति तथा प्रथमशब्दस्य आरम्भतः दशसु दिक्षु पुनः शब्दः जायते पुनः तत्र दशशब्दात् पुनः दशसु दिक्षु शब्दाः उत्पन्नाः भवन्ति एवं क्रमेण बहवः शब्दजन्यशब्दाः आकाशे गच्छन्ति तत्र एकः वा बहवः वा श्रोतुः कर्णदेशे उत्पद्यते यतः श्रोतुः कर्णे तादृशशब्दाः संयोगः भवति तस्य समवायसन्निकर्षेण क्षम्यतां संयोगः न समवायसन्निकर्षेण प्रत्यक्षं भवति अस्यां च प्रक्रियायां न श्रोत्रे क्रिया भवति न मुखावच्छिन्न नभसि नभः इत्युक्ते नभस् इत्युक्ते आकाशः नापि आकाशे मुखावच्छिन्नत्वं भवति तत्र क्रिया न स्वीकुर्मः तस्मात् तत्र दोषः न भवति अस्यां प्रक्रियायाः स्वीकारेण किमपि दोषः न भवति इति उक्तम्. सम्यक् महोदय. पुष्पा भगिनी इदानीम् आगतवती वा शब्दः इत्युक्ते किम् इति? आं भगिनि. आम् उत्तमं. तर्हि भवती एव अग्रे पठति वा? आम्. स्वाधिकरणे सजातीयगुणजनकत्वं क्वादृष्टम् अस्तु. क्वादृष्टम् इत्युक्ते किं? स्वाधिकरणे तदेव स्वयम् एव अधिकरणे तत् किं वदति इत्युक्ते अत्र शब्दः इति वयं किं तत्र शब्दः इति दृष्टवन्तः खलु इत्युक्ते शब्दं जनयति इति. तर्हि स्वम् इति शब्दः इति अस्ति चेत् तस्य अधिकरणमस्ति आकाशः. आकाशे पुनः सजातीयगुणजनकत्वम् इत्युक्ते शब्दः इति सजातीयगुणः अस्ति. शब्दः शब्दं जनयति इत्युक्ते तत् स्वयं विजातीयगुणः इति न स्वजातीयगुणः एव जनयति. तादृशगुणजनकत्वं कुत्रापि अन्यत्र दृष्टं वा कुत्र इति इदानीं प्रश्नः. इत्युक्ते तादृश जनकत्वं भवति वा न वा इति प्रश्नः. कुत्र यद्यपि रूपादीनां स्वाश्रये कपाले न रूपोत्पादकत्वं किन्तु स्वाश्रय कपालजन्ये घटे इत्युक्ते किं? कण्ठशः पश्येमः. प्रथमवाक्यम् इत्युक्ते किं? यद्यपि रूपादीनां स्वाश्रये कपाले न रूपोत्पादकत्वं किन्तु स्वाश्रयकपालजन्ये कटे तत् तु रूपः कपाले अत्र न उत्पद्यते इति इत्युक्ते सत्यम् इत्युक्ते कपाले रूपम् अस्ति खलु, कपालस्य रूपस्य आश्रयः अस्ति कपालः, रूपं कपाले अस्ति. इदानीं कपाले विद्यमानः विद्यमानं रूपं कपाले पुनः रूपं न जनयति खलु, कुत्र जनयति रूपं? कपाले विद्यमानं रूपं कस्य रूपं प्रति कारणं? घटस्य प्रति कारणं. सत्यं. तर्हि इदानीं तर्हि स्व आश्रयः नास्ति खलु, भिन्न भिन्नस्थले एव रूपं जनयति. इत्युक्ते तत्तु यद्वयम् इदानीं पश्यन्तः स्मः तस्य उदाहरणं नास्ति. अग्रे अग्रे. तत्र कपालरूपस्य द्वितीय असमवायिकारणत्वस्य वक्ष्यमानत्वात् तत्र कपालरूपस्य द्वितीय असमवायिकारणत्वस्य वक्ष्यमानत्वात् तत्तु कपाल तथैव द्वितीय असमवायिकारणत्वं द्वितीय कपालस्य रूपं करोति इति न. इत्युक्ते कपालरूपम् इदानीं घटरूपस्य कारणम् इति उक्तवन्तः खलु, कीदृशं कारणम् इत्युक्ते द्वितीयविध असमवायिकारणम् इति. अग्रे भगिनि. परन्तु घटगत एकत्वं स्वाश्रवे स्वाश्रये एव द्वित्वं जनयति, ज्ञानं च स्वाश्रये एव इच्छादिकं जनयति इति अस्ति दृष्टान्तः. घटगत एकत्वं तत्तु घटनिर्माणत्वं न न घटनिर्माणम् इति न, घटगत इत्युक्ते घटे विद्यमान इत्युक्ते यदा घटे एकत्वम् इति या संख्या अस्ति तत् द्वित्वम् इति संख्या प्रति कारणम्. एकत्वम् इति हा संख्याविषये यदा वयं पठितवन्तः तथा वयम् एतत् दृष्टवन्तः, एकत्वम् इति प्रथमम् अस्ति तदनन्तरमेव द्वित्वम् आगच्छति. तर्हि यद् एकत्वं प्रथमम् अस्ति तद् द्वित्वं प्रति कारणम् इति तदा अत्र तु स्वाश्रये खलु, एकत्वमपि घटे द्वित्वमपि घटे इति अत्र स्वाश्रये इदानीं एकः गुणः अन्यं गुणं जनयति इति अत्र एकः दृष्टान्तः. गुणं जनयति न जनयति, गुणं जनयति. गुणं जनयति सत्यं. तद्वत् इदानीं ज्ञानं ज्ञानं कुत्र अस्ति? ज्ञानं नेत्रे न ज्ञानं कुत्र अस्ति? ज्ञानं तत्र द्वितीयं द्वित्वम् अस्ति इति न न न ज्ञानस्य आश्रयः कः भगिनि? इदानीम् एकत्वस्य आश्रयः घटः इति उक्तवन्तः खलु, तद्वत् ज्ञानस्य आश्रयः कः? न जानामि. अस्तु, ज्ञानम् आत्मनि अस्ति. तत्तु आत्मनि. इच्छा इति गुणः तस्य आश्रयः अपि आत्मा एव. तर्हि ज्ञानम् इति गुणेन इच्छा अथवा द्वेषः इत्यादि अन्ये गुणाः जनयति इति अन्यान् गुणान् जनयति ज्ञानम् इति गुणः इति कृत्वा अत्रापि पुनः स्वाश्रये गुणजनकत्वं तु अस्ति, परन्तु सजातीयगुणजनकत्वं वा इति इतोपि चिन्तनं करणीयम्. अस्तु अग्रे. तर्हि सुनील् महोदय भवान् पठति वा. ननु घटगत एकत्वेन स्वजातीयं द्वित्वम् एव स्वाश्रये स्वविजातीयं स्वविजातीयं द्वित्वमेव स्वाश्रये उत्पादितम्. एकत्वे हि एकत्वं जाति द्वित्वे द्वित्वं एवं ज्ञानमपि एकक्षणं महोदय तावत्पर्यन्तम् इत्युक्ते कण्ठशः पश्येम तावत्पर्यन्तम् उक्त्वा अग्रे अत्र पूर्वोक्तिः अत्र घटगत एकत्वम् इत्युक्ते घटे विद्यमानम् एकत्वं स्वविजातीयं द्वित्वमेव स्वाश्रये उत्पादितम् एकः घटः तस्मिन् एकत्वम् अस्ति सः एव द्वित्वस्य अपि कारणम् अतः अत्र परन्तु तत्र द्वित्वमिति स्वविजातीयमस्ति इत्युक्ते तस्मिन् द्वित्वं नास्ति कस्मिन् द्वित्वं नास्ति एकः एव घटः इति पृथक् स्वीकुर्मः चेत् तस्मिन् एकत्वम् अस्ति न परन्तु तत्र विषयः तद् नास्ति खलु तत्र किम् अस्ति यदा एकत्वेन द्वित्वम् इति गुणः उत्पाद्यते एकत्वेन तत्तु विजातीयम् अस्ति विजातीयम् इत्युक्ते स्वजातीयं नास्ति इत्युक्ते जातिः भिन्ना अस्ति किमर्थम् इत्युक्ते एकत्वे एकत्वम् इति जातिः अस्ति द्वित्वे तु द्वित्वम् इति अत्र द्वित्वमिति न उत्पादयति इति न विषयः द्वित्वम् उत्पादयति एव परन्तु जातिः भिन्ना तस्मिन् तस्मिन् विद्यमानः जातिः भिन्ना कारणमस्ति अत्र एकत्वे एकत्वम् इति जातिः अस्ति द्वित्वे द्वित्वम् इति जातिः अस्ति एवं ज्ञानमपि स्वविजातीयामिच्छामेव स्वाश्रये आत्मनि जनयति न सजातीयं ज्ञानम् एतादृशरीत्या ज्ञानमपि स्वविजातीयम् इच्छामेव स्वाश्रये आत्मनि जनयति अत्र सजातीयं ज्ञानम् इति न स्वविजातीयम् इच्छाम् एव अस्ति इति ज्ञाने अपि च ज्ञानत्वम् इच्छायाम् इच्छात्वम् ज्ञाने ज्ञानत्वम् इति जातिः अस्ति इच्छायाम् इच्छात्वम् इति न च गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यमिति न दोष इति वाच्यम् पूर्वं गुणत्वस्य जातिं दृष्ट्वा वयं चिन्तितवन्तः तादृशरीत्या तादृशरीत्या नास्ति इति एवम् उक्त्वा अत्र अस्ति न न तत्र एकक्षणं तत्र न च वाच्यम् इति शैलीपूर्वमपि वयं दृष्टवन्तः खलु इत्युक्ते किं तत्र यद् मध्ये अस्ति तत् पूर्वपक्षिणः वादं न च वाच्यम् इति सिद्धान्ति वदति इत्युक्ते क्षम्यताम् इति सिद्धान्तिमतं न च वाच्यम् इति प्रतिपक्षि वदति इत्युक्ते गुणत्वजातिमत्वं सर्वेषां पूर्वोक्तानां तुल्यमिति न दोषः इति न वाच्यम् इत्युक्ते तत्र सर्वेषामपि गुणत्वम् इति सर्वमपि गुणत्वजातिमत्वम् अस्ति इत्युक्ते गुणत्वम् इति जातिः अस्ति सर्वेषाम् इति तत्र तर्हि तेन आधारेण तत्र सजातीयत्वम् अस्ति इति कथनेन न दोषः नास्ति इति न वक्तव्यं तथा गुणत्वम् इत्यस्य स्वीकारेण तत्र सजातीयत्वम् इति न आगच्छति इति तत्र वाक्यस्य तात्पर्यम् इत्युक्ते सर्वदा न आगच्छति न सर्वदा इति न तत्र गुणत्वम् इति न स्वीकार्यम् इति एव अवगच्छति वा तत् शैली अपि पूर्वं वयं दृष्टवन्तः तत्र न च वाच्यं दृष्टवन्तः परन्तु वक्तुं न हा हा चिन्ता नास्ति महोदय हा अवगतवान् अहं स्मरामि, वयं करपत्र दीर्घकरपत्रमपि दृष्टवन्तः. सत्यं सत्यम्. अग्रे पठामि वा? पठतु. गुणत्वेन एकत्वस्य द्वित्वं प्रति अज्ञानस्य इच्छां प्रति जनकत्वे तादृशगुणत्वस्य रूपादौ अपि सत्त्वात् तेनापि द्वित्व इच्छादीनां मुत्पत्तिप्रसङ्गात्. अत्र गुणत्वेन एकत्वस्य द्वित्वं प्रति इत्युक्ते एकत्वं द्वित्वं प्रति कारणमिति यदि अत्र गुणत्वेन. न न न, एकक्षणम्. एकत्वं द्वित्वं प्रति कारणं गुणत्वेन इति न, एकत्वं तु द्वित्वं प्रति कारणमेव, परन्तु गुणत्वेन सजातीयत्वम् इति स्वीकुर्मः चेत् एकत्वस्य द्वित्वं प्रति तद्वत् ज्ञानस्य इच्छां प्रति सजातीयत्वम् इति स्वीकुर्मः चेत् तादृशगुणत्वम् इदानीं रूपादौ अपि अस्ति. इत्युक्ते घटे रूपमस्ति चेत् तद्रूपं रूपे अपि गुणः गुणत्वम् अस्ति, द्वित्वम् इच्छा इत्यादीनामपि गुणः गुणत्वम् अस्ति. तर्हि रूपे विद्यमानगुणत्वं द्वित्वं वा अथवा इच्छा इत्यादि इत्यादयः गुणाः इत्यादीन् गुणान् उत्पादयति वा इति इदानीं, तर्हि तत्र किञ्चित् अतिव्याप्तिः आगच्छति खलु. इति कृत्वा गुणत्वम् इति इति न स्वीकार्यं सजातीयत्वम् इति वदनार्थं. गुणत्वम् इति स्वीकुर्मः चेत् तत्र तादृशदोषः आगच्छति इति प्रतिपक्षी वदति. तर्हि तत्र सजातीयगुणत्वम् इदानीं कुत्रापि एतावत्पर्यन्तं न दृष्टम् अन्ततो गत्वा. अवगच्छति वा? परन्तु वयं रूपस्य विषये तादृशं दृष्टवन्तः किल, कपालरूपं. सत्यं सत्यं, सम्यक्. परन्तु स्वाधिकरणं नास्ति खलु अत्र? स्वाधिकरणं नास्ति. इति कृत्वा तत्र तादृश आपत्तिः भवति. तर्हि तस्य समाधानं किम् इति अग्रे आगच्छति. शुकोनमहोदय, भवान् पठितुं शक्नोति वा? हा, अतः न गुणत्वेन साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः, किन्तु तदपेक्षया न्यूनवृत्तिधर्मान् आदायैवेति कथं शब्दस्य शब्दजनकता इति चेत् तावत्पर्यन्तम् अस्तु. अतः न गुणत्वेन सजातीयं साजात्यं प्रदर्श्य कार्यकारणभावः वाच्यः इति तत्र पूर्वस्मिन् परिच्छेदे वयं दृष्टवन्तः. यदि अधिकवृत्तिधर्मः गुणः गुणत्वम् इति धर्मः स्वीकुर्मश्चेत् स्वीकृत्य तत्र साजात्यं कार्यकारणभावयोः मध्ये न वाच्यः. तत्र किमर्थम् इत्युक्ते रूपादौ अतिव्याप्तिः भवति इति अस्माभिः दृष्टम्. अतः गुणत्वेन साजात्यं न वाच्यः, किन्तु तदपेक्षया इत्युक्ते गुणत्वापेक्षया न्यूनवृत्तिधर्मान् आदाय एव कथं शब्दस्य शब्दजनकता इति निरूपणीयम् इति भवति. गुणत्वं स्वीकुर्मश्चेत् तत्र रूपादौ अतिव्याप्तिः भवति, अतः गुणत्वस्य अपेक्षया न्यूनवृत्तिधर्मान् किमपि स्वीकृत्य तत्र वक्तव्यं भवति इति. अग्रे महोदय. इति आदाय शब्दस्य शब्दजनकता कथं भवति इति वक्तव्यम् इति वक्तव्यम् इति चेत् परामर्शस्य अनुमितिजनकत्वमिव विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वमिव प्रकृते शब्दात् शब्दोत्पादसम्भवात् इति अत्र दृष्टान्तद्वयं दत्तमस्ति. परामर्शस्य अनुमितिजनकत्वमिव इति परामर्शज्ञानेन अनुमानं जायते तादृशं शब्दस्य शब्दजनकता इति एकं, विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वमिव इति द्वितीयमस्ति प्रायः तत्र करपत्रं किमपि अस्ति इति अहं मन्ये. न न करपत्रं नास्ति. इत्युक्ते तत्र परामर्शज्ञानम् इत्युक्ते किम्? अत्र उदा अनुमितिस्थले पर्वतो वन्यमान् इति यस्मिन् हेतुः यस्मिन् पर्वतो वन्यमान् इति सत्यं, परन्तु पर्वतो वन्यमान् इति परामर्शज्ञानं नास्ति खलु? परामर्शज्ञानं किम्? परामर्शज्ञानं विद्याशङ्करमहोदय भवान् स्मरति वा? परामर्श इत्युक्ते अनुमतेः पूर्वम् इत्युक्ते पक्षः किं हेतुव्याप्यः इत्युक्ते वह्निव्याप्य धूमवान् पर्वतः इति. सत्यं वह्निव्याप्य धूम वह्निव्याप्य धू क्षम्यतां महोदय धूमवान् पर्वतः वह्निव्याप्य धूमवान् पर्वतः इति परामर्शज्ञानं खलु. तादृशपरामर्शज्ञानेन अनुमितिज्ञानं भवति. अनुमितिज्ञानम् अस्ति इदानीं पक्षः धूमवान् इति. इति कृत्वा इदानीं परामर्शः इति एकप्रकारकं ज्ञानं, वस्तुतः परामर्शः इति अपि प्रत्यक्षज्ञानम्. अनुमितिः इति अनुमानम् इति ज्ञानं. तर्हि तत्तु स्वजातीय गुण स्वादिष्ठाने स्वजातीय गुणजन्यस्य एकमुदाहरणं खलु. यतोहि ज्ञानेन इदानीं ज्ञानात् ज्ञानम् इति तत्र स्वजातीयगुणः इदानीं जनयति, स्वजातीयगुणं जनयति ज्ञानम् इति गुणं जनयति ज्ञानमिति गुणः इति एक ज्ञाने द्वये अपि ज्ञानत्वम् इत्येव अस्ति. द्वयमपि आत्मनि एव अस्ति इति कृत्वा स्व आश्रयमपि अस्ति, स्वजातीय सजातीयमपि अस्ति इति कृत्वा तद् दृष्टान्तः भवितुम् अर्हति शब्दस्य शब्दजनकत्वस्य. सत्यम् इति एकम् उदाहरणम्. किन्तु तत्र भगिनी इतोपि न्यूनवृत्तिं स्वीकुर्मश्चेत् तत्र एकं ज्ञानं तु प्रत्यक्षज्ञानं, द्वितीयं ज्ञानं तु अनुमितिज्ञानम् इति तत्र किमपि क्लेशः नास्ति वा? तत् यदा अस्माकं कक्षा जाता तस्मिन् समये इतोपि दीर्घगम्भीरचर्चा अपि जाता. वस्तुतः इत्युक्ते प्रत्यक्षज्ञाने अपि एकप्रत्यक्षज्ञानं अन्यप्रत्यक्षज्ञानात् तत्र तयोः मध्ये अपि भेदः वर्तते खलु. इत्युक्ते पुस्तके पुस्तकत्वम् इति अस्ति. द्वितीयं पुस्तकं स्वीकुर्मः चेत् तस्मिन्नपि पुस्तकत्वम् अस्ति, परन्तु द्वे अपि पुस्तकत्वे समाने वा इति प्रश्ने सति प्रायः तत्र भेदः अस्ति एव खलु. इति चिन्तयामः चेत् तत्र सामान्यम् इति कुत्रापि न लभ्यते इति अन्ततो गत्वा आपतति इति अपि चर्चा जाता इति कृत्वा अत्र भाति. किमर्थम् इत्युक्ते अत्र इदानीं गुणस्य विषये एव किल, इदानीं ज्ञानम् इति गुणः इति कृत्वा तत्र स्थगयामश्चेत् पर्याप्तं भवति शब्दस्य शब्दजनकस्य निरूपणार्थम्. हा सत्यम् इति तावत्पर्यन्तं वयं गच्छेम चेत् तत्र सत्यं. किन्तु अपि च एकः शब्दः तु अन्यशब्दस्य अपेक्षया भिन्नं भवति किल. हा इति तदपि आपतति. तर्हि इति कृत्वा प्रायः गुणपर्यन्तम् इत्युक्ते तत्र गुण इत्युक्ते गुणः इति पदार्थः इति न, परन्तु यद् गुणः अस्ति तत्पर्यन्तं गच्छेम चेत् प्रायः सम्यक् इति. अग्रे महोदय विशेषणज्ञानस्य विशिष्टज्ञानं. विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वं तत्र उदाहरणं किं भवति? विशेषणम् इत्युक्ते नीलो घटः इति चिन्तयामश्चेत् तत्र नीलः इति विशेषणं, घटः इति विशेष्यं भवति, तदेव विशिष्टमपि इति अहं चिन्तयामि. किन्तु उदाहरणं किम् इति? हा तदेव, इत्युक्ते नीलः गतः, नीलः घटः इति अस्ति चेत् तत्र नीलत्वम् इति नीले विद्यमानः विद्यमानं नीले अस्ति धर्मः. तर्हि प्रथमं नीलत्वम् इति ज्ञानम् आवश्यकं, तदनन्तरमेव नीलः घटः इत्युक्ते घटस्य ज्ञानं भवति इति कृत्वा विशेषणं प्रथमं विशेषणस्य ज्ञानं ज्ञानेन विशिष्टस्य ज्ञानम् इति भवति. तत्रापि ज्ञानात् ज्ञानं जनकत्वम् आम् तत्रापि आम् ज्ञानात् ज्ञानं सत्यं तदेव इति द्वितीय उदाहरणं. हा अस्तु महोदय, तत्र वाक्यं समापयति इति कृत्वा तत्र अनयोः दृष्टान्तयो दृष्ट आवा किम् अनेन आभ्याम् इति वा आभ्यां दृष्टान्ताभ्यां तत्र एकाश्रयत्वं सजातीयत्वम् अपि अस्माभिः साधितम् इति कृत्वा शब्देन शब्दं पुनः शब्दं जनयितुं शक्यते इति निरूपितं भवति. यदि दृष्टान्ते विषयांशे विलक्षणानां ज्ञानादीनामेव जनकत्वं, दार्ष्टान्तिके तु ककारः ककारमेव जनयति इति आशङ्क्येत, तदा उपायान्तरेण क्लेशोऽयं समाधेयः इति आस्तां तावत्. इदानीं तत्रापि प्रायः कोऽपि प्रष्टुं शक्यते, किन्तु ज्ञानेन ज्ञानमेव जनितुं शक्यते. तादृशं ककारः इति शब्देन केवलं ककारः इति शब्दमेव जनयितुं शक्यते, न तु शब्दान्तरम् इति कोऽपि आशङ्क्यते. तथा न, तत्र वस्तुतः किञ्चित् भिन्नं. तत्र विषयांशे इत्युक्ते तत्र द्वयोः विषयः भिन्नः खलु. इदानीम् इत्युक्ते परामर्शः इति ज्ञानस्य विषयः यः अस्ति सः विषयः अनुमिति इति ज्ञानस्य विषयात् भिन्नः. अपि च परामर्शः इति तत्र यदा वयं दृष्टवन्तः प्रत्यक्षज्ञानम्, अनुमितिः इति अनुमानज्ञानम् इति तयोः मध्ये तत्र विषयभेदः अस्ति. परन्तु यदा वयं शब्दस्थले पश्यामः तत्र इदानीं ककारः ककारमेव जनयति, न तु भिन्नविषयः इति, तत् सम्बन्धः विषयः भिन्नः नास्ति इति पुनः प्रश्नः उदेति चेत् तत्र किञ्चित् उपायान्तरमेव आवश्यकं. तत्रैव वस्तुतः अस्माकं चर्चा अपि जाता, इत्युक्ते ककारं ककारः जनयति इत्युक्ते तत्र द्वयोः ककारयोः मध्ये भेदः अस्ति वा न वा इति, इत्युक्ते प्रथमककारः अपि च द्वितीयककारः समानः वा इति किञ्चित् इतोपि चिन्तयामः चेत् तत्र पुनः यथा वयं पूर्वमपि उक्तवन्तः तत्र तादृशसमानता नास्ति इति अपि वक्तुं शक्नुमः. तर्हि तत् किञ्चित् भिन्नचिन्तनं, शब्दस्य न्यूनता एव अपि अस्ति किल, न्यूनता अपि सत्यं सत्यम् इति कृत्वा तादृश भेदः अस्ति, भेदः अस्ति एव. अपि च अत्र ज्ञानं सत्यम्, अपि च तत्र ज्ञानात् ज्ञानम् इति विषये तृतीयदृष्टान्तः अपि महोदयेन उक्तम्, अनुव्यवसायः इति, इत्युक्ते ज्ञानविषयकं ज्ञानविषयकज्ञानम् इति, तदपि ज्ञानात् ज्ञानम् इत्यस्य उदाहरणमेव. तत्र इदानीं वयं तत्र घटः अस्ति भूतले, घटः इदानीम् अहं घटं पश्यामि इति पश्यामि चेत् तदनन्तरम् अहं घटं जानामि इति ज्ञानम् आगच्छति खलु. तर्हि प्रथमं प्रत्यक्षज्ञानं भवति घटस्य आत्मनि, तदनन्तरम् अहं घटं जानामि इति ज्ञानं भवति. तर्हि तदपि ज्ञानात् ज्ञानम् इति तत्र अनुव्यवसायः इति महोदयेन उक्तं, तदपि तृतीयदृष्टान्तः. परन्तु अन्ततो गत्वा एतदेव समाधानम्, इत्युक्ते ज्ञानात् ज्ञानं जनयति इति कृत्वा तादृश उदाहरणत्वेन शब्दजः शब्दः शब्दस्य अङ्गीकारः कृतः. अनुव्यवसायः तु स्मृतिः नास्ति किल, किन्तु स्मृतिः नास्ति यदा प्रत्यक्षज्ञानं भवति तदनन्तरं प्रत्यक्षज्ञानं मया ज्ञायते इति ज्ञानम् अनुव्यवसायः. अस्तु तर्हि एतेन शब्दः इत्यस्य प्रसङ्गः समाप्तः. तर्हि अग्रे ज्ञानम् इति विषयः. तर्हि विद्याशङ्करमहोदय, भवान् पठति वा? सर्वव्यवहारहेतुः गुणः ज्ञानं बुद्धिः, सा द्विविधा स्मृतिः अनुभवः च. बुद्धिलक्षणे समासविचारः. अत्र ज्ञानं बुद्धिः तस्य लक्षणवाक्यं, ज्ञानमित्युक्ते बुद्धिः एव, तत्र समानार्थकपदद्वयं लक्षणवाक्ये अस्ति. सर्वव्यवहारहेतुः गुणः, सर्वव्यवहाराणां हेतुः यः गुणः अस्ति स च गुणः ज्ञानम् इत्युक्ते बुद्धिः एव. सा च बुद्धिः द्विविधा, एका स्मृतिः, द्वितीयः अनुभवः च इति लक्षणवाक्यम्. बुद्धिलक्षणे समासविचारः. बुद्धिं लक्षयति सर्वव्यवहारहेतुः इति. अतीतादिव्यवहारहेतुः इत्यादौ काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः. तत्र षष्ट्यर्थः विषयत्वं. तस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यद् ज्ञानं तेन सह अन्वयः. तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिद्ध्यति. महोदय तावत्पर्यन्तं बुद्धिं लक्षयति, बुद्धेः लक्षणमस्ति सर्वव्यवहारहेतुः इति. यथा अतीतादिव्यवहारहेतुः इति आदौ काललक्षणे, यत्र काललक्षणं यत्र दृष्टवन्तः तत्र अतीतादिव्यवहारः अस्ति. घटः अतीतः इति व्यवहारः अस्ति. तत्र व्यवहारः इत्युक्ते किम्? तत्र अनुभवः वा, ज्ञानजनक विषय व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति खलु तत्र. अतीतादि ज्ञानजनकशब्दप्रयोगः प्रयोगः भवति इति जानीमः. तस्य हेतुः कालः इति काललक्षणे अतीतादेः व्यवहारः इति विग्रहः अभिप्रेतः. अतीतादेः व्यवहारः कालः इति विग्रहवाक्ये षष्ट्यर्थः विषयत्वम्. अत्र अतीतादेः इति षष्ट्यां विभक्त्यां पदम् आसीत्. अतीतादेः इति किं पञ्चमी अपि अस्ति, किन्तु अत्र षष्ठी विभक्तिव्यवहारः अस्ति. तत्र विग्रहवाक्ये षष्टिविभक्तिः आसीत् विषयत्वे. तस्य च विषयत्वे इत्युक्ते तत्र षष्टिविभक्त्याः अर्थः अत्र अस्ति विषयत्वम् इत्युक्ते अतीतादिविषयत्वस्य व्यवहारः इति. तत्र अतीतादेः इत्युक्ते अतीतादिविषयव्यवहारः इति वस्तुतः विषयस्य व्यवहारः. हेतुः, तस्य हेतुः कालः इति वा? हा, इत्युक्ते अतीतादिविषयकज्ञानं ज्ञानजनकशब्दप्रयोगः इति भवति. तस्य प्रयोगस्य हेतुः कालः. तस्य प्रयोगस्य हेतुः कालः, सत्यम्. तत्र षष्ट्यर्थः विषयत्वं. तस्य च विषयत्वस्य च ज्ञानजनकशब्दप्रयोगरूपः यः व्यवहारः तद्घटकं यद् ज्ञानं तेन सह अन्वयः. इत्युक्ते विषयत्वं यत् अस्ति तस्य ज्ञानजनकशब्दप्रयोगरूपः इति व्यवहारः, यथा भगिनी उक्तवती, तादृशव्यवहारः तद्घटकं यद् ज्ञानम् इत्युक्ते तदंशः यद् ज्ञानं तेन सह विषयत्वस्य अन्वयः, विषयत्वस्य सम्बन्धः अन्वयः, यः व्यवहारः तेन सह अन्वयः अस्ति. तथा च अतीतविषयकज्ञानजनकशब्दप्रयोगः इति अर्थः सिद्ध्यति. अनेन षष्ट्यर्थविपयोगं कृतेन अतीतविषयकज्ञानजनकशब्दप्रयोगः इति विवक्षा अस्ति. तत्र अतीतादिविषयकज्ञानजनकशब्दः प्रयोगः व्यवहारः इति अर्थः अस्माभिः अवगन्तम् इति इति तत्र किं लक्ष्यं. प्रकृते तु प्रकृते तु न सर्वस्य व्यवहारः इति अर्थः, किन्तु सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः. इति पुनः व्याकरणविषये सर्वव्यवहारहेतुः इति अस्ति. तत्र सर्वस्य व्यवहारः इति न अर्थः, किन्तु सर्वे व्यवहाराः इति कर्मधारय सर्वस्य व्यवहारः भवति. तत्र षष्टितत्पुरुषसमासः भवति, किन्तु सर्वे व्यवहाराः अत्र समानविभक्तिः अस्ति. तदर्थं तत्र कर्मधारयसमासः सर्वे व्यवहाराः इति सर्वे व्यवहाराः इति विग्रहवाक्यं तत्र सम्भवति. तेन ज्ञानजनकशब्दप्रयोगमात्रम् इति ज्ञानस्य मात्रं प्रति ज्ञानस्य कारणत्वं लभ्यते. अनेन कर्मधारयसम्बन्ध समासपदेन सर्वव्यवहारः इति पदेन ज्ञानजनकशब्दप्रयोगमात्रम् अत्र मात्रम् इत्युक्ते केवलं न सर्वम् इति ज्ञानजनकशब्दप्रयोग सामान्यं सर्वं प्रति ज्ञानस्य कारणत्वं सर्वं सर्वे व्यवहाराः ये ज्ञानजनकशब्दप्रयोगाः ते सर्वे तेषां सर्वेषां कारणं हेतुः गुणः बुद्धिः इति कारणत्वं लभ्यते. न न न तत्र सर्वस्य व्यवहारः इति अर्थः न सर्वस्य व्यवहारः इति अर्थः, किन्तु सर्वे ये व्यवहारः इत्युक्ते तत्र सर्वस्य इति भवति चेत् तत्र सर्वविषयकं ज्ञानम् इति आपतति खलु. मम अपेक्षा आसीत् सर्वेषां व्यवहाराणां हेतुः इति. सर्वेषाम् इत्युक्ते षष्टि मास्तु तत्र पुनः, यतोहि तेन तदेव वयम् अत्र षष्टिविभक्तेः निवारणमेव कुर्वन्तः स्मः खलु इति कृत्वा तत्र सर्वे ये व्यवहाराः इत्युक्ते सर्वम् इति विशिष्टविषयस्य ज्ञानम् इति नास्ति, परन्तु सर्वे व्यवहाराः इति ज्ञानम् इत्यस्य सर्वे व्यवहाराः तेषां हेतुः कारणत्वं ज्ञानम् इति लभ्यते. सत्यम् इत्युक्ते सत्यं महोदय. अग्रे पठतु, प्रायः भवान् अवगच्छति एव तर्हि. अस्तु, न तु पूर्ववषष्टितत्पुरुषः यत्पूर्वमुक्तं तथैव. तथा सति सर्वविषयकं यद् ज्ञानं सर्वं प्रमेयम् इत्यादि आकारं तादृशज्ञान अनुकूलव्यवहारं प्रति एव ज्ञानस्य कारणतः लभ्येत, न तु व्यवहारमात्रं प्रति. यदि षष्टितत्पुरुषस्य प्रयोगे वदामः चेत् तर्हि सर्वे व्यवहारः न तत्र अङ्गीकृतं. सर्वविषयकं ज्ञानं तादृशं किमपि अस्ति चेत् सर्वविषयकं ज्ञानम् इति किमपि अस्ति चेत् सर्वं प्रमेयम् इत्यादि आकारं तादृशज्ञान. पुष्पाभगिनी क्षम्यतां. सर्वविषयकं ज्ञानम् इति किमपि अस्ति चेत् तादृशज्ञान अनुकूलव्यवहारं प्रति एव ज्ञानस्य कारणतः लभ्येत. यदि षष्टितत्पुरुषस्य उपयोगं कुर्मः तर्हि सर्वज्ञानं सर्वव्यवहारम् इत्युक्ते सर्वविषयकं ज्ञानं सर्वं प्रमेयम् इत्यादि आकारं तादृशज्ञान अनुकूलव्यवहारं प्रति एव ज्ञानस्य कारणतः भवति इति. अस्माकं तादृशलक्ष्यं नास्ति. अस्माकं लक्ष्यमस्ति सर्वे व्यवहारः इत्युक्ते व्यवहारमात्रं प्रति कारणत्वं ज्ञानस्य कारणत्वम् इति अस्माभिः अपेक्षितम्. इष्टं च अयं घटः इति व्यवहारं प्रति अपि ज्ञानस्य कारणत्वम् इत्युक्ते अयं घटः इत्यपि एकः व्यवहारं तस्य प्रति अपि ज्ञानस्य ज्ञानं कारणम् अस्ति तादृशव्यवहारं प्रति अपि तज्जन्यं ज्ञानं इत्युक्ते तत्र यदा सर्वं प्रमेयं सर्वं वाच्यम् इति यावत् वदामः चेत् तादृ यदा सर्वस्य इति अस्ति चेत् तत्र तादृशज्ञानं प्रति तादृशविषयः विषयं प्रति एव ज्ञानं कारणम् इति भवति न तु अयं घटः इति इत्यस्य इति कृत्वा तत्र किञ्चित् अव्याप्तिदोषः आपतति. तर्हि तस्य निवारणार्थं तत्र सर्वे ये व्यवहारः इति कर्मधारयसमासः स्वीकृतवन्तः न तु षष्टि. तज्जन्यं च ज्ञानम् इत्युक्ते अयं घटः इति व्यवहारः अस्ति ते तज्जन्यं च ज्ञानं न सर्वविषयकं केवलं घटविषयकम् इति षष्ठी पुरुषत्व अङ्गीकारे तादृशव्यवहारजनके घटज्ञाने अव्याप्तिः भवति इति कर्माधारय एव साधुः. अत्र षष्ठी तत्पुरुषः न उपयोक्तव्यं, कर्माधारय अपि अत्र लक्ष्यं. किमर्थम् इत्युक्ते अयं घटः अयं पटः इति ज्ञानं यत् अस्ति तेन व्यवहारेण ये ज्ञानं सर्वे या विषयकम् अस्ति तत् सर्वविषयकं नास्ति, केवलं घटविषयकं वा पटविषयकं वा अस्ति. किन्तु षष्ठी पुरुषत्व अङ्गीकारे तादृश अतिव्याप्तिदोषः भवति. तदर्थं कर्मधारयः एव साधुः. कर्मधारयसमास एव अर्थेन एव अस्माभिः लक्षणवाक्यं स्वीकर्तव्यम् इति अस्मिन् एतत् पुटं समापयतु महोदय. साङ्ख्यमते ज्ञानं बुद्धिः उपलब्धिः इत्यादि पदानि विभिन्नार्थकानि. तन्मतनिराकारणाय निराकारणायाः ज्ञानं बुद्धिः इति तयोः पदयोः पर्यायता अनेन सूचिता. साङ्ख्यमते ज्ञानं बुद्धिः इति इत्यादि पदानि विभिन्नार्थकानि, किन्तु तत् मतस्य निराकारणम् अत्र पुस्तके करणीयमिति ज्ञानं बुद्धिः इति समानपदार्थकं समानता अस्ति पदयोः इति लक्षणवाक्ये ज्ञानं बुद्धिः इति पदद्वयमपि सूचितम्. तस्य ज्ञानस्य विभागम् आह स्मृतिः अनुभवः च इति. यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति इति जनकम् अनुभवं निरूप्य एव स्मृतेः निरूपणमुचितं, तथापि अनुभवस्य द्वैविध्यं तत्रापि यथार्थानुभवस्य चातुर्विध्यं तत्तत् कारणं च निरूपणीयम्. एवं तत्तत् सहकारिणः सन्निकर्ष्य व्याप्तिज्ञानशक्तिज्ञानादयः अनेके निरूपणीयाः भवन्ति. अतः अस्तु ज्ञानस्य विभागः द्वयमस्ति, स्मृतिः अनुभवः च इति लक्षणवाक्ये उक्तं. यद्यपि अनुभवः संस्कारद्वारा स्मृतिं जनयति, अनुभवः अस्ति स्मृतिः अस्ति, स्मृतिः अनुभवात् जन्यते. तदर्थं जनकः अनुभवः तर्हि जनकस्य एव आरम्भे निरूपणम् उचितम् इति चिन्तनं साधु अस्ति. तथापि अनुभवस्य द्वैविध्यम् इति अस्ति, तथापि यथार्थ अनुभवस्य चातुर्विध्यं तत्तत् कारणं च निरूपणीयम्. अत्र अनुभवविषये बहु किमपि अस्ति, अनुभवः एव द्विविधं, तत्र यथार्थानुभवः तस्य चातुर्विध्यम् इति बृहत् विषयः अस्ति. एवं तत्तत् सहकारिणः सन्निकर्षव्याप्तिज्ञानशक्तिज्ञानादयः अनेके निरूपणीयाः भवन्ति. एवम् अनुभवविषये सहकारिणः सन्निकर्षव्याप्तिज्ञानं शक्तिज्ञानमिति सर्वं बहु किमपि विषयाः सन्ति, तथा अनेके विषयाः निरूपणीयाः भवन्ति. ततः सूचीकटाः न्यायेन आदौ स्मृतेः एव लक्षणमाह. तत्र सूचीकटाः न्यायः अस्ति, एकः लोहकारः अस्ति, सः तस्य कार्यद्वयमस्ति, एकं सूची एकं कटाः. यद्यपि कटाकः बृहद्विषयः, तथापि तः सूचीं आरम्भे करोति. किमर्थम् इत्युक्ते सूची सरलमस्ति, तस्य लघुकार्यम् अस्ति, तस्मात् लघुकार्यम् आरम्भे भवतु इति तर्केण स्मृतेः लक्षणम् अग्रे आगच्छति. बहु सम्यक् अनन्तरम् अनुभवस्य. बहु सम्यक्. तर्हि अत्र स्थगयामः अद्य. किमपि प्रश्नः अथवा चिन्तनम् अस्ति वा एतावत् पर्यन्तं? नो चेत् अत्र विरमामः। नास्ति भगिनि। अस्तु, तर्हि धन्यवादः, शुभरात्रिः। शुभरात्रिः।